नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रत्ययलोपे प्रतिलक्षणम् इति विषयः आरब्धः आसीत् गतवर्गे। अत्र सानिवद्भावः इत्यस्मिन् क्रमे इदं सूत्रमपि अस्माभिः ज्ञातव्यम् इति कृत्वा तस्य विषये अपि अत्र योजितं वर्तते। तर्हि अत्र प्रत्ययलोपे प्रतिलक्षणम् इति सूत्रार्थः कः इति कः वदति? अत्र अनिमा भगिनी वदति वा सारांशरूपेण यद् अधीतं गतवर्गे? यदा प्रत्ययस्य लोपः भवति तदा किञ्चित् उच्चैः वदति वा? अत्र स्पीकर् मध्ये अस्ति वा भगिनि? श्रोतुं शक्नोति वा? इदानीं श्रोतुं, हेड्सेट् अस्ति चेत् कृपया धारयतु। प्रत्ययस्य कश्चन भागः लुप्यते चेत् तस्य लक्षणं न भवति। यदा पूर्णप्रत्ययस्य लोपः भवति तदा प्रत्ययस्य लक्षणं साधयितुं शक्नोति इति अर्थः। इतोपि वदामि वा? इतोपि तत्र सारांशरूपेण वदतु यत्किमपि अधीतम् एतावत् अस्मिन् विषये। अस्तु, तत्र पूर्वसूत्रमस्ति प्रत्ययस्य दर्शनं लुप्तः इति। तत्र समग्रस्य प्रत्ययस्य लोपः भवत्येव, परन्तु पुनः प्रत्ययलोपे प्रत्ययलक्षणम् इति आवर्तनं कृतं प्रत्ययम् इति। तद् किमर्थम् इत्युक्ते प्रत्ययलोपकृत्स्नं भवति तदा एव प्रत्ययलक्षणं भवति इति ज्ञापयितुम्। किमर्थं ज्ञापकम् आवश्यकम् इति चेत् तत्र उदाहरणं दीयते, सा पदाद्योः सह न मूर्धन्यः इति सूत्रमस्ति। तस्य चरितार्थं किं भवति चेत् अग्निसात् इति साति इति प्रत्ययः अस्ति, तत्र सात् इति एव अवशिष्टं भवति, पाठः तत्र नास्ति। इदानीं कृष्णं प्रत्ययः नास्ति, तथापि तत्र सात् इत्यस्य यत् प्रत्ययः भवति तत्र नकारः तत्र न मूर्धन्यः भवतु इति दत्तं। तत् किमर्थम् इत्युक्ते तस्य भवति एव, अतः तस्य निषेधकरणं न आवश्यकं किल अत्र। अतः वयं ज्ञातुं शक्नुमः तत्र अवयवेन एव प्रत्ययस्य सिद्धिः भवति, नो चेत् सूत्रस्य प्रसक्तिः एव न भवति इति। पुनः उदाहरणम् अस्ति लिङ् लकारे हनधातोः आम् उपसर्गः, तत्र उत्तम पुरुषैकवचने तत्र इट् इति प्रत्ययः भवति, तत्र लिङ्गः सियुट् इति आगमः भवति, सीय इति मध्ये आगच्छति, आ हन् सीय अनन्तरं इति भवति। तत्र सलोपः अनन्त्यस्य इत्यनेन लिङ्गः सलोपः अनन्त्यस्य इति सूत्रेण सि इत्यस्मात् सकारः गच्छति, इ एव तत्र तिष्ठति। इदानीम् अग्रे सूत्रमस्ति अनुदात्तोपदेशवनति तनोति अधीन मनुनासिकः लोभः झलि किम् इति। इदानीं झल् प्रत्ययं तत्र नास्ति, इ एव तिष्ठति, परन्तु तस्य वारणं भवति वा इति दर्शयितुं प्रथमं स्थानिवद्भावः भवति वा इति वयं पश्यामः। स्थानिवद्भावस्य सूत्रद्वयम् अस्ति, तत्र अजादेशः नास्ति, अतः अचपरस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव नास्ति। अन्यमस्ति स्थानिवत् आदेशु अनल्विधौ इति, तत्र स्थानी सकारः, द्वितीयकाले आदेशः लोपः, तृतीयकाले सूत्रं भवति अनुदात्तोपदेशमनसि सन्नित्यादीनं मनुनासिकलोपः झलिति इति। तत्र यत्र स्थानी अस्ति तस्मात् पूर्वं नकारस्य लोपः भवति, अतः हलः आदेशः पञ्चमी, तत्र अल्विधिः भवति, अल्विधिः भवति चेत् स्थानीयोद्भावः न भवति, अतः अचस्परस्मिन् पूर्वविधौ इत्यनेन अपि च स्थानिवत् आदेशो अनल्विधौ इत्यनेन अपि स्थानिवद्भावः न भवति। इदानीं तत्र सूत्रस्य प्रसक्तिः न भवति अनुदात्तोपदेशः तस्य सूत्रस्य अग्रे एव कार्यं गच्छति गमः जनसनगसाम् इत्यनेन उपधायाः लोपः भवति तत् आग्नेयः इति रूपं प्राप्यते सः तत्र प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणमेव तत्र कार्यं करोति अन्यसूत्रद्वयं सायभावस्य सूत्रद्वयं तत्र उपयोगाय न भवति तदेव पठितवती तदेव अस्ति किल समीचीनं भगिनि अहम् अन्म्यूट् अकृत्वा वदन्ती अस्मि अस्तु क्षम्यतां बहु सम्यक् इदं सूत्रं भवति इत्युक्ते समीचीनम् इत्युक्ते अत्र एकवारं पश्यामः तानिवत् एतावता यद् भगिनी उक्तवती तत् सर्वं सम्यक् अस्ति अत्र एतावता यत् प्राप्तं तस्य विषये प्रश्नः अस्ति वा अस्तु नो चेत् अग्रे गच्छामः अत्र कश्चन भागः अवशिष्टः तत् पठित्वा समापयामः इदानीं तत्र स्थानिवत् आदेशोनुदिनम् इति अतिदेशसूत्रेण एव प्रत्ययलोपे स्थानिवद्भावेन तत् प्रयुक्तकार्यस्य सिद्धत्वात् इति आरभ्य वयं पठामः तत्र किं विनय महोदय पठितुम् इच्छति वा आं भगिनि कुत्र पठामि आग्नीयः आग्नीय इति रूपं सिद्धं खलु ततः अग्रे जानीमः आग्नेयरूपं सिद्धं तदनन्तरं स्थानिवत् आदेश अनल्विधौ इति अतिदेशसूत्रेण एव प्रत्ययलोपे अपि स्थानिवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं किमर्थम् इति प्रश्नः उदेति अतः प्रश्नः तु कथं प्रश्नः उदेति यथा वयं स्थानिवत् आदेश अनल्विधौ सम्बन्धे चर्चा कृतवानां तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् अत्र किमर्थं प्रश्नः उदेति तर्हि समाधानत्वेन उच्यते यत् प्रत्ययलोपे तत् लक्षणं स्थानिवद्भावेन न सिद्ध्यति तत् लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् तर्हि अथ यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधि अस्ति अल्विधौ अपि प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थम् एव प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् आवश्यकम् स्थानिवत् भावात् एव सिद्धे अल्विधेर्थम् इदं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् अत्र यदि अहं किञ्चित् अवगच्छामि यदि तिङ्प्रत्ययः अस्ति तिङ्प्रत्ययः तु अनल्विधौ अन्तर्गतः यथा अव्य अपि च सुप् इत्यादि तु तिङ्प्रत्ययः तु अनल्विधौ अन्तर्गतः अस्ति परन्तु अत्र वयं अल्विधिसम्बन्धे वदामः तर्हि अल्विधि अपि प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थमेव प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् आवश्यकम् अथ प्रत्ययलोपे प्रत्ययलक्षणं सूत्रम् आवश्यकं यदा वयम् अल्विधिसम्बन्धे वदामः स्थानिवत् भावात् एव सिद्धे अल्विध्यर्थम् इदं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् तर्हि स्थानीवत् भाव अपि सिद्धः स्थानीवत् भाव अल्विधि अन्तर्गति न सिद्धः अल्विधि यत्र अस्ति तत्र तु स्थानीवत् भाव नास्ति स्थाने अदयश स्थानीवत् नास्ति परन्तु अत्र प्रत्ययलोपे प्रत्ययलक्षणे आधारेण स्थानीवत् भाव अपि सिद्धः अत्र अहं न अवगच्छामि इत्युक्ते पश्यतु अत्र प्रश्नः अस्ति अत्र प्रश्नः अस्ति स्थानीवत् आदेशो अनल्विधौ इति सूत्रेण एव प्रत्ययलोपे स्थानीवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् प्रत्ययलोपे प्रत्यलक्षणम् इत्यस्य कार्यक्षेत्रं किम् इति प्रश्नः इत्युक्ते स्थानीवतादेशो अनल्विधौ इति सूत्रं वयं पश्यामः चेत् अष्टस्थलेषु अष्टसु स्थलेषु स्थानीवद्भावः भवति खलु प्रत्ययस्य स्थाने प्रत्ययत्वं धातोः स्थाने धातुत्वम् अङ्गस्य स्थाने अङ्गत्वम् इति एवं रीत्या अष्टसु स्थलेषु अव्ययस्य स्थाने अव्ययत्वं कृत्प्रत्ययस्य स्थाने कृत्प्रत्ययत्वं तदितप्रत्ययस्य स्थाने तदितप्रत्ययत्वम् एवं रीत्या तत्र अष्टसु स्थलेषु स्थानीवद्भावः भवति इदानीं प्रत्ययस्य स्थाने तु प्रत्ययत्वं जायते तर्हि पुनः तत्र प्रत्ययलोपे प्रत्यलक्षणम् इत्यस्य का आवश्यकता इति चेत् स्थानिवद्भावेन स्थानिवत् आदेशो अनल्विधौ इत्यनेन प्रत्ययत्वं तु लभ्यते प्रत्ययस्य स्थाने प्रत्ययः अस्ति चेत् प्रत्ययत्वं तु लभ्यते परन्तु प्रत्यये यः अल्वर्णः अस्ति तादृश अल्वर्णः तु न लभ्यते इदानीं लङ्लकारे तु तकारः इति प्रत्ययः लुप्यते हल्याभिवदीर्घस्तुतिसूक्तं हल् इत्यनेन तर्हि तदानीं प्रत्ययस्य लोपे अपि तत्र पदत्वं जायते पदसंज्ञा जायते स्थानीवत् आदेशो अनल्विधौ इत्यनेन अपि वयं तत्र प्रत्ययः अस्ति इति मत्वा पदम् अस्ति इति वयं अवगन्तुं शक्नुमः परन्तु इदानीं किञ्चित् कार्यम् अस्ति यत् कार्यं तिङ्प्रत्ययम् आधारीकृत्य न केवलं तिङ्प्रत्ययम् आधारीकृत्य वर्तते अपि च तिङ्प्रत्यये यः अल् वर्णः अस्ति तं वर्णम् अपि आधारीकृत्य किमपि कार्यम् अस्ति चेत् तादृशकार्यं तु स्थानीवत् आदेशो अनल्विधौ इत्यनेन न भवितुम् अर्हति यतोहि अनल्विधौ इति उक्तं खलु अतः प्रत्ययत्वं तु लभ्यते प्रत्ययत्वं तु सिद्धं परन्तु अल्विध्यर्थं प्रत्ययलोपे प्रत्यलक्षणं प्रत्ययलोपे प्रत्यलक्षणम् इत्यनेन यः प्रत्यये यः अल्वर्णः अस्ति तस्यापि ग्रहणं भवति अतः यदि किञ्चित् सूत्रमस्ति येन जलादिप्रत्यये परे यथा तत्र लङ्लकारस्य प्रसङ्गे तत्र त इति तकारः इति प्रत्ययः लुप्तः तदानीं तादृशजलादिप्रत्ययं निमित्तीकृत्य किमपि कार्यमस्ति चेत् तदानीं प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन भवितुम् अर्हति न तु स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवत् आदेशो अनल्विधौ इत्यनेन केवलं प्रत्ययत्वमेव लभ्यते न तु अल्विधिः अल्वर्णः न लभ्यते अल्वर्णम् अध्यारोपयितुं न शक्नुमः परन्तु प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन अल्वर्णमपि अध्यारोपयितुं शक्नुमः अतः यत्र सम्पूर्णतया प्रत्ययः लुप्तः तदानीं प्रत्ययलोपे इत्यनेन प्रत्ययत्वमपि लभ्यते अल्वर्णत्वमपि लभ्यते इति कृत्वा तत्रैव प्रत्ययलोपे प्रत्ययलक्षणं महत्तम समीचीनं तर्हि धन्यवादः महोदय इदानीम् अग्रे किञ्चित् अरुणभगिनी पठितुम् इच्छति वा आं भगिनि प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रस्य कार्यक्षेत्रं के तदेव भगिनि स्थानिवत् सूत्रेण सिद्धे नियमार्थम् इदं सूत्रं यत्र प्रत्ययस्य असाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् प्रत्ययस्य असाधारणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्यया अप्रत्ययसाधारणम् इति यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र एव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं यत्र प्रत्यये परे अप्रत्यये पदे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यं इतोपि स्पष्टीकरणार्थम् उच्यते यत्र हि प्रत्ययस्य असाधारणं रूपमाश्रियते तदेव तत्रैव केवलं प्रत्ययस्य असाधारणरूपम् आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवति तदा राजा इत्यत्र प्रयत्नं करोमि भगिनि. प्रश्नम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणं कलक्षेत्रं किम् इति वयं तानिवत् सूत्रेण नियम सिद्धे ओके तानिवत् सूत्रेण सिद्धे अपि इदं सूत्रं विवरणं करोति. तत्र यत्र प्रत्ययस्य असाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति. ओके अत्र उक्तं प्रत्यय सामान्यकार्याणि असाधारणरूपं समानं न भवति चेदपि कार्यं प्रत्ययलोपे सति भवति. प्रत्ययस्य प्रत्यय असाधारणरूपम् इत्यस्य अर्थः कः? असाधारणरूपे प्रत्ययलोपः प्रत्यय असाधारणम् इति मन्ये भगिनि. सामान्यप्रत्ययवि धातु अनन्तरं परः वर्तते परन्तु अत्र नास्ति अपि इति अहं मन्ये. प्रत्यय असाधारणम् इत्युक्ते पुनः वदतु. प्रत्यय असाधारणं नाम प्रत्यय रूपं न दृश्यते वा रूपं भिन्नम् अस्ति इति? न न तथा नास्ति. अत्र प्रत्यय असाधारणम् इत्यस्य अर्थः कः? अन्य कोऽपि वदतु. असाधारणम् इत्यस्य अर्थः कः अत्र? असाधारणं युनीक् क्वालिटि भगिनि. युनीक् क्वालिटि इत्यस्य अर्थः कः अत्र? तथा एव वा किं झलि? न न न न न न न न न न तथा नास्ति. झलि इति किमपि नास्ति. झल् धर्मः इति तत्त किं झल् वर्णः इति धर्मः तत्त न न न तथा नास्ति. झल् वर्णः इति असाधारणः अस्ति वा? प्रत्ययत्वं प्रत्ययत्वम् इत्येव तत् असाधारणधर्म अर्र असाधारणधर्मः इत्युक्ते यत्र यदा लक्षणम् इति यथा वदामः न्यायशास्त्रे असाधारणः धर्मः लक्षणं भवति कस्यचित् पदार्थस्य. यदि तत्र गोः लक्षणं किम् इति चेत् सास्नामत्वं गोः लक्षणम् अथवा अग्नेः असाधारणलक्षणं किम् इति चेत् दहनम् इति वयं वक्तुं शक्नुमः. एवम् इत्युक्ते तादृशगुणः यः तस्मिन्नेव वर्तते अन्येषु न वर्तते तादृशगुणः एव तत्र असाधारणः इति वदामः. इत्युक्ते प्रत्ययत्वम् इति यः धर्मः सः धर्मः केवलं प्रत्ययेषु एव भवति न तु अन्येषु. अङ्गेषु प्रत्ययत्वं न भवति, वर्णेषु प्रत्ययत्वं न भवति. वर्णः अस्ति चेत् जलादिवर्णः अस्ति चेत् तत्र प्रत्ययत्वं भवति वा? न. प्रत्ययत्वम् इति असाधारणः धर्मः केवलं प्रत्यये एव भवति. अतः अत्र किम् उक्तम् इति चेत् सानिवद् आदेशो अनल्विदौ इति सूत्रेण एव सानिवद्भावेन प्रत्ययत्वं लभ्यते खलु. प्रत्ययत्वं लभ्यते तथापि अत्र पुनः प्रत्ययलोपे प्रत्ययलक्षणम् इति किमर्थम् उक्तम् इति चेत् प्रत्ययलोपे प्रत्ययलक्षणं तदा एव भवति यदा प्रत्ययस्य असाधारणधर्मम् आश्रित्य किमपि कार्यं प्रवर्तते. इत्युक्ते यस्य कार्यस्य कृते प्रत्ययलोपे प्रत्यलक्षणम् इति वयं कुर्मः इति चेत् तादृशकार्यं यत् प्रत्ययं निमित्तीकृत्य प्रवर्तते. प्रत्ययं निमित्तीकृत्य न प्रवर्तते. यदि जल् वर्णम् आश्रित्य प्रवर्तते अथवा वर्णम् आश्रित्य प्रवर्तते तदानीं तत्र तु प्रत्ययलोपे प्रत्यलक्षणं न भवितुम् अर्हति. केवलं प्रत्ययस्य असाधारणधर्मं आश्रित्य यत् सूत्रं प्रवर्तते तद् तस्य कृते एव प्रत्ययलोपे प्रतिलक्षणं भवति इति कृत्वा नियमार्थम् इत्युक्तं सर्वत्र प्रत्ययलोपे प्रतिलक्षणं न भवति प्रत्ययलोपे प्रतिलक्षणं तत्र एव भवति यत्र प्रत्ययस्य असाधारणधर्मम् आश्रित्य कार्यं भवति प्रत्ययत्वम् एव आश्रित्य कार्यं यत्र भवति तत्र एव प्रत्ययलोपे प्रत्यलक्षणम् इति कृत्वा इदं सूत्रं नियमसूत्रम् अरुणा भगिनी अवगतं वा एकवारं वदतु अत्र सानिवत् आदेश अनल् विदौ सूत्रेण आदेशः प्रत्ययलक्षणम् इति सिद्ध्यति परन्तु इदं सूत्रं प्रत्ययस्य असाधारणरूपं तत् उक्ते चेत् प्रत्ययत्वम् इति धर्मः अस्ति आश्रितकारणं कार्यम् अस्ति चेत् तत् प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रेण कर्तुं शक्यते हा सत्यम् इत्युक्ते प्रत्ययस्य असाधारणधर्मम् आश्रित्य यत् सूत्रं प्रवर्तते तत्र एव प्रत्ययलोपे प्रतिलक्षणं सर्वत्र प्रत्ययलोपे प्रतिलक्षणम् इति न कर्तुं शक्नुमः इत्युक्ते किमपि तत्र किञ्चित् कश्चन प्रत्ययः लुप्तः तर्हि इदानीं किञ्चित् सूत्रमस्ति तस्य कृते प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन इदं कार्यं भवति इति तथा न वक्तुं शक्नुमः प्रथमतया अस्माभिः परिशीलनीयम् अस्मिन् सूत्रे किम् आश्रित्य सूत्रं प्रवर्तते तस्य निमित्तं किम् प्रत्ययमेव निमित्तीकृत्य इदं सूत्रं प्रवर्तते वा नो चेत् वर्णं निमित्तीकृत्य प्रवर्तते वा केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते चेत् तदानीमेव प्रत्ययलोपे प्रतिलक्षणम् इत्युक्ते तत्र त्रिपाद्यां यानि सूत्राणि सन्ति यत्र सन्धिकार्याणि भवन्ति हल्सन्धिकार्याणि यत्र भवन्ति तत्र तु प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्नुमः यतोहि तानि सर्वाणि तु तत्र इदानीं तत्र पश्यतु संयोगान्तस्य नस्कोः संयोगाद्योरन्ते चेत् एकं सूत्रमस्ति तत्र संयोगे प्रथमसदस्यः सकारः वा ककारः चेत् सकारस्य ककारस्य लोपः भवति सकारस्य वा ककारस्य लोपः भवति झलिपरे इति अस्ति झलिपरे तर्हि इदानीं प्रत्यये जलादित्वं वर्तते इति कृत्वा प्रत्ययलोपे प्रत्यलक्षणम् इत्यनेन जलादित्वं स्वीकृत्य अत्र को संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः अथवा ककारस्य लोपः भवितुम् अर्हति वा इति चेत् न तथा न भवितुमर्हति यतोहि तत्र तु निमित्तं तु जलादि जलवर्णम् आश्रित्य अस्ति न तु प्रत्ययमाश्रित्य अतः तस्मिन् सूत्रे प्रत्ययस्य असाधारणलक्षणम् आश्रित्य तत् सूत्रं न प्रवर्तते इति कृत्वा तत्र प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्नुमः परन्तु यदि किञ्चित् सूत्रमस्ति यद्वदति तत्र जलादिप्रत्यये परे एतादृशकार्यं भवति इति वदति चेत् तत्र प्रत्ययः लुप्तः चेदपि प्रत्ययलोपे प्रत्यलक्षणम् इत्यनेन तत् कार्यं भवितुम् अर्हति यतोहि इदानीं निमित्तमस्ति जलादिप्रत्यये परे इति अस्ति न केवलं जलादिपरे केवलं जलादिपरे अस्ति चेत् तदानीं प्रत्ययलोपे प्रतिलक्षणम् इति न भवितुम् अर्हति अस्तु भगिनि अग्रे वदतु पठनीयं भगिनि पठितं खलु भवत्या तस्मिन् अस्तु पठतु पठित्वा वदतु करपत्रमपगच्छति क्षम्यतां भगिनि करपत्रं भवती वक्तव्यं करपत्रे लुप्ते सति अपि करपत्रस्य लक्षणं भवति इति कृत्वा किमपि वक्तव्यं दूरवाणी प्राप्तं वा भगिनि कोऽपि तर्हि अन्यकोऽपि अस्तु सूर्यकुमारी भगिनी पठतु न भगिनि राजा इत्यस्य प्रक्रियायां राजन् इति प्रातिपदकं प्रातिपदकात् सु इति प्रक्रिया भवती कुत्र अस्ति अन्यस्मिन् गृहे अस्ति भवती तत्र नास्ति तत्र पूर्वस्मिन् परिच्छेदे ओके क्षम्यतां भगिनि सूत्रेण सिद्धि ततः एकवारं पठित्वा वदतु स्थानिवत् सूत्रेण सिद्धे नियमार्थम् इदं सूत्रं यत्र प्रत्ययस्य साधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति इति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तं प्रत्ययस्य साधारणरूपं यत्र प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्ययसाधारण इति यत्र साधारण इति यत्र हि प्रत्ययस्य साधारणरूपमाश्रियते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् इतोपि स्पष्टीकार्यार्थम् उच्यते यत्र हि प्रत्ययस्य साधारणरूपम् माश्रियते तदैव तत् केवलं प्रत्ययस्य असाधारणरूपम् आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवति यथा राजा इत्यत्र पूर्वम् उक्तं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य अर्थः असाधारणरूपं प्रयोजकम् असाधारणरूपम् इत्युक्ते पूर्वप्रत्ययलोपे एव प्रत्ययलक्षणं भवति सम्पूर्णलोपात् तदेव प्रत्ययलक्षणं भवति यदा भवत्या उक्तं प्रत्यये जल वर्ण अस्ति चेदेव जलत्वं भवति न अन्यथा प्रत्यये लक्षणं यानि सन्ति तदेव पूर्णप्रत्ययस्य लोपे एव तानि धर्माणि भवन्ति इति अर्थः न भगिनि तथा नास्ति अत्र अत्र अत्र विषयः भिन्नः पूर्णप्रत्ययस्य लोपः इति तु अस्ति एव तत्तु पूर्वं चर्चितं पूर्णप्रत्ययस्य लोपः भवति इति तु चर्चितम् अत्र तु प्रत्ययस्य असाधारणरूपं प्रयोजकं तत् किञ्चित् प्रतिपादयतु असाधारणरूपम् इत्युक्ते प्रत्ययस्य रूपम् एव सम्पूर्णप्रत्ययस्य रूपमेव भगिनि सम्पूर्णप्रत्ययस्य रूपम् इत्यस्य अर्थः कः प्रत्यये एव यानि लक्षणानि भवन्ति तानि एव न प्रति यानि लक्षणानि भवन्ति तानि एव इति न तादृश अर्थः नास्ति तादृश इत्युक्ते प्रत्यये ये धर्माः सन्ति तेषां सर्वेषां लक्षणम् अत्र प्रत्यये असाधारणरूपम् इति तथा नास्ति अत्र तर्हि असाधारणम् इत्युक्ते सर्वे धर्माः असाधारणरूपेण विद्यन्ते इति वा तथा नास्ति खलु अत्र प्रत्ययस्य असाधारणरूपं नाम किम् प्रत्ययस्य असाधारणरूपम् इत्युक्ते प्रत्यये ये लक्षणानि भवन्ति तथा किञ्चित् विजयलक्ष्मी भगिनी सायं करोतु किञ्चित् प्रतिपादयतु भगिनी शृणोतु एकवारम् प्रत्ययस्य असाधारणं रूपम् इत्युक्ते प्रत्ययस्य प्रत्ययत्वं यद् निमित्तीकृत्य तत् प्रत्ययः इति वयं जानीमः तद् प्रत्ययत्वं प्रत्ययस्य असाधारणधर्मः सम्यक् वा भगिनि समीचीनं प्रतिपादयतु अत्र अस्मिन् परिच्छेदे किं किम् उक्तम् स्थानिवत् सूत्रेण तत् परिच्छेदे वा स्थानिवत् सूत्रेण सिद्धे नियमार्थम् इदं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं किमर्थं तस्य कार्यक्षेत्रं किम् अस्ति इति अस्मिन् परिच्छेदे लिखितमस्ति. अत्र स्थानिवत् सूत्रेण कदाचित् कार्यं भवितुम् अर्हति, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति विशिष्टसूत्रं प्रत्ययस्य प्रत्ययत्वं निमित्तीकृत्य यानि कार्याणि भवितुम् अर्हति ते सर्वे प्रत्ययस्य लोपे सत्यपि भवति इति वदति सूत्रम्. अतः यत्र प्रत्ययस्य असाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति इति नियमार्थं प्रत्ययलोपे प्रत्ययलक्षणम् इति नियमसूत्रमस्ति. नियमसूत्रम् इत्युक्ते नियमयति कदा अस्य सूत्रस्य प्रयोजनं भवति इति नियमः वदति सूत्रम्. यत्र प्रत्ययस्य असाधारणधर्मस्य अन्य कोऽपि शब्दः नास्ति खलु भगिनि, असाधारणत्वम् असाधारण लक्षणं प्रत्ययस्य लक्षणं प्रत्ययस्य सर्वाणि लक्षणानि सर्वाणि नास्ति, प्रत्ययस्य यद् लक्षणमस्ति असाधारणधर्मः यः धर्मः प्रत्ययस्य असाधारणधर्मः यद् अस्ति तत् असाधारणधर्मं निमित्तीकृत्य प्रत्ययस्य लोपे सति अपि यानि कार्याणि भवितुम् अर्हति तानि कार्याणि भवन्ति इति सूत्रं नियमयति. अतः एव राजा इत्यत्र राजन् शब्दस्य तत्र तत्तु अग्रिमपरिच्छेदे अस्ति. केवलं प्रत्यय अग्रिमपङ्क्तौ यदस्ति तदपि एकवारं वदतु, प्रत्ययस्य असाधारणरूपं यत्र प्रयोजकं केवलं प्रत्ययस्य असाधारणरूपं तद्वा भगिनि यत्र केवलं प्रत्ययस्य असाधारणरूपम् आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवति यथा राजा इत्यत्र. न न अन्तिमवाक्यं क्षम्यताम्, अन्तिमवाक्यं नास्ति. प्रत्यय असाधारणरूपं यत्र प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्यय प्रत्यय अप्रत्ययसाधारणम् इति. प्रत्ययस्य असाधारणं रूपं यत्र प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्यय अप्रत्ययसाधारणम् इति. तत्तु न अवगच्छामि भगिनि, प्रत्यय अप्रत्ययसाधारणं असाधारणम् क्षम्यतां, धरणं मुद्रणदोषः अस्ति, असाधारणम् अस्तु. तत्र इत्युक्ते तत्र पूर्वस्मिन् पङ्क्तौ किम् उक्तं, प्रत्ययस्य असाधारणधर्मम् आश्रित्य एव प्रत्ययलोपे प्रतिलक्षणं भवितुम् अर्हति इति उक्तं. यत्र येषु सूत्रेषु सूत्रं प्रत्ययस्य असाधारणधर्ममपि आश्रित्य भवति, प्रत्ययस्य अन्यद्धर्ममपि आश्रित्य भवति, प्रत्ययस्य अप्रत्ययस्य धर्ममपि आश्रित्य भवति, तदानीं तत्र प्रत्ययलोपे प्रतिलक्षणं भवितुं नार्हति. इदानीं यथा मया उक्तं झल् वर्णम् आश्रित्य तत्तु न भवति, तथा न तु भवति. प्रत्ययत्वमेव आश्रित्य यत्र प्रत्ययं निमित्तीकृत्य किमपि कार्यं भवति चेत् तत्र एव प्रत्यय लोपे प्रत्यलक्षणम्। इदानीं प्रत्ययस्य विषयः एव नास्ति, झलि परे कार्यम् इति एवं वदामः चेत् तदानीं तत्र अप्रत्ययस्य निमित्तं स्वीकृत्य कार्यमस्ति खलु, तर्हि तत्र तु प्रत्ययलोपे प्रतिलक्षणं न भवितुम् अर्हति। यत्र प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य कार्यम्। यत्र प्रत्यये परे अप्रत्यये परे उभयत्र ग्रहणं भवति, यस्मिन् सूत्रे निमित्तं प्रत्यये परे अपि भवति अप्रत्यये परे अपि भवति उभयत्र ग्रहणं भवति, तत्र तु प्रत्ययलक्षणं प्रत्ययलोपे प्रतिलक्षणम् इति न भवति, इति न कर्तुं शक्यते। इतोपि स्पष्टीकरणार्थं तत्र किमुक्तं राजा इति शब्दस्य कथम् इतो साधयितुं शक्यते इति तदर्थमेव तत्र उक्तमस्ति भाष्यकारैः, यत्र हि प्रत्ययस्य असाधारणरूपम् आश्रियते तत्रैव तत्रैव प्रत्ययलोपे प्रतिलक्षणं। केवलं प्रत्ययस्य असाधारणं रूपम् आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवति। तदर्थम् उदाहरणम् अत्र दत्तमस्ति राजा इति। अस्तु, सूर्यकुमारी भगिनी अवगतं वा भवत्या? एकेन वाक्येन वदतु किम् अवगतम्। असाधारणरूपम् इत्युक्ते प्रत्यये लक्षणानि भवन्ति। पुनः तदेव वदति भवती यानि लक्षणानि प्रत्यय असाधारणरूपम् इत्युक्ते प्रत्यय एव ये कार्याणि भवन्ति प्रत्ययं निमित्तीकृत्य यत् कार्यं भवति, यस्मिन् सूत्रे प्रत्यये परे इदं कार्यं तिङ् प्रत्यये परे इदं कार्यं भवति इति वदति, तत्र तु प्रत्यये लुप्ते सत्यपि प्रत्ययलक्षणं भवति। प्रत्यये सुप्रत्यये परे इदं कार्यं भवति यदि वदति चेत् तदानीं प्रत्ययलोपे प्रतिलक्षणं भवितुम् अर्हति। परन्तु अत्र यदि एकेन सूत्रेण वदति यत् एकेन सूत्रेण उच्यते यत् अत्र जलादिपरे किमपि कार्यं भवति इति वदति चेत् तदानीं प्रत्यये अपि भवितुमर्हति अप्रत्यये अपि भवितुमर्हति खलु, जलिपरे इति यदा वदति, यदि एकं सूत्रमस्ति यत्र निमित्तमस्ति जलिपरे इति, तदानीं जलि जलादिप्रत्यये परे अपि भवितुमर्हति, जलादि अप्रत्यये परे अपि भवितुमर्हति खलु। तर्हि तादृशसन्दर्भे प्रत्ययलोपे प्रतिलक्षणम् इति न भवितुम् अर्हति। जलाप्रत्ययेव भवति वा? इदानीं एकेन सूत्रेण जलादिप्रत्यये परे इदं कार्यं भवति इति उच्यते चेत् तदानीं प्रत्ययलोपे प्रतिलक्षणं भवितुमर्हति, प्रत्यये परे इति वक्तव्यम्। केवलं झलिपरे इति वदति चेत् प्रत्ययलोपे प्रतिलक्षणं न भवितुमर्हति, यतोहि झलिपरे तु प्रत्यये अपि भवितुमर्हति अप्रत्यये अपि भवितुमर्हति। स्पष्टतया जलादिप्रत्यये परे इति चेदेव कार्यं भवति, अथवा केवलं प्रत्यये परे इति वदति चेदपि कार्यं भवति। आमां, तदेव असाधारणधर्मः इति उक्तम्। इत्युक्ते प्रत्ययत्वं कुत्र भवति? प्रत्यये एव भवति। इदानीं घटः अस्ति, घटस्य धर्मः कः? घटत्वम्। इत्युक्ते अत्र इदानीं मया एकः घटः दृष्टः, तदानीं केनचित् उक्तम् अयं घटः इति केनचित् उक्तं, मया दृष्टं, मया अवगतम् अयमेव घटः इति मया अवगतं। पुनः अन्यत्र कुत्रचित् मया दृश्यते, घटः दृश्यते, तदानीं मया तत्र अवगम्यते यत् अयं घटः इति मया अवगम्यते। कथम् अवगम्यते इति चेत् तत्र घटे घटत्वं वर्तते, घटत्वं इति तत्र विशिष्टधर्मः वर्तते, तं धर्मम् अवलम्ब्य मया अवगम्यते यत् अयं घटः इति अवगम्यते। एवमेव गौः, अत्र एका गौः वर्तते, केनचित् उक्तम् इयं गौः इति उक्तं, मया दृष्टं, तदनन्तरं तत्र अन्यत्र मया कुत्रचित् अन्यत्र मया गम्यते, तत्र अन्या काचित् गौः दृष्टा, तदानीं तत्र मया अवगतं, तत्र इयं गौः इति मया अवगतं। कथम् अवगतम् इति चेत् धर्मम् आधारीकृत्य, इत्युक्ते सर्वेषु सर्वासु गोषु गोत्वम् इति धर्मः वर्तते, सर्वेषु घटेषु घटत्वम् इति धर्मः वर्तते, इति एवं सर्वेषु प्रत्ययेषु प्रत्ययत्वम् इति धर्मः वर्तते। प्रत्ययत्वम् अस्ति इति कृत्वा मया अवगम्यते अयं प्रत्ययः इति मया अवगम्यते, तदेव तत्र असाधारणधर्मः, प्रत्ययत्वमेव असाधारणधर्मः। तादृशप्रत्ययत्वं यूनिक् क्वालिटि घटे नास्ति, पटे नास्ति, अङ्गे नास्ति, वर्णे नास्ति, अन्येषु नास्ति, प्रत्यये एव अस्ति, प्रत्यये एव अस्ति, तदेव तत्र। इत्युक्ते सामान्यभाषायां वयं वदामः चेत् प्रत्यये परे यत्किमपि कार्यं भवति तत्र प्रत्ययलोपे प्रतिलक्षणं भवति। प्रत्यये परे इति यदा वदामः तदेव प्रत्ययत्वं यत्र वर्तते तत्र एव इति अर्थः। आं भगिनि, सम्यक् अवगतम्। अस्तु, तर्हि इदानीम् अग्रिमपरिचये उमा भगिनी पठति वा? अस्तु, तर्हि उषा भगिनी पठतु। पठामि भगिनि, पठामि। अस्तु, पठतु पठतु। राजा इत्यस्य प्रक्रियायाम् अवगतम्। लोपः प्राप्तं वा भगिनि? राजा इत्यस्य प्रक्रियायां राजन् इति प्रातिपदिकात् सु इति प्रत्ययः विधीयते। प्रथमा विभक्तौ एकवचने राजन् योगः सु, हल्याभ्यो दीर्घात् सुतिस्य कृतं हल् इत्यनेन हलन्तात् अलन्तात् ञन्तात् आबन्तात् च दीर्घात् परं सु इत्येदपृत्तं हल् लुप्यते। ओके, अतः राजनयोगः सु इत्यत्र अपृत्तः सु लोपः। अधुना प्रत्ययलोपप्रत्ययलक्षणम् इत्यनेन सुप्रत्ययधर्ममात्र पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा सुप्तिगन्तं पदम् इत्यनेन तस्य पदसंज्ञाग्रहणेन न लोपः प्रातिपदिकान्तस्य इत्यनेन प्रातिपदिकान्तस्य पदान्तनकारस्य लोपो जायते। ओके, उदाहरणं प्रत्ययलोपप्रत्ययलक्षणं कुत्र सम्भवति इति वर्णनं द्रष्टामः। अत्र उदाहरणं दत्तं राजा पश्यामः, द्रष्टामः न पश्यामः। ओके, सारि सारि, पश्यामः। सो राजा इत्यस्य प्रक्रियायां राजन् इति प्रातिपदिकं, सो राजन् योगः सु हल्याभ्यो दीर्घ श्रुतिस्य कर्तुं हल् से हल सु प्रत्ययः लुप्यते। सु सि आदि हल् लुप्यते। अतः राजनयोगः सु इत्यत्र अपृष्टः सु लोपः। अधुना प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा सुप्तिगन्तं पदम्। ओके, इट् बिकम्स् पदं सु लोपः भवति अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण सुप्रत्यय धर्मात् राजन् सुबन्तं सुप्तिगन्धं पदम् इति सूत्रेण पदसंज्ञा सम्भवति। सो संज्ञाग्रहणेन न लोपः प्रातिपदिकान्तस्य इत्यनेन प्रातिपदिकान्तस्य पदान्त नकारस्य लोपो भवति। सो राजन्य राजन्य प्रातिपदिकं, सो अत्र नकारः लोपः भवति बिकास् सुप्तिगन्धं पदं राज इति एव, बट् आकारः कथम् आगच्छति न जानामि। तत्र भिन्नसूत्रेण आकारान्ततो तस्य विषये इदानीं चिन्तनं मास्तु। ओके, सो प्रातिपदिकान्तस्य इति न लोपः प्रातिपदिकान्तस्य इति इत्यनेन पदान्तनकारः लोपो भवति इत्युक्ते अत्र मुख्यवार्ता का इति चेत् सम्भवति तस्मादेव पदसंज्ञा किमर्थं प्रत्ययलोपे प्रतिलक्षणं सम्भवति इति वदतु प्रत्ययलोपे प्रतिलक्षणं सम्भवति कस्य सूत्रस्य कृते प्रत्ययः एव अत्र लुप्यते सु इति प्रत्ययः सो प्रत्ययस्य धर्मात् प्रत्ययः प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन इत्युक्ते तत्र सुप्तिङन्तं पदम् इत्यत्र इति सूत्रस्य कृते प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य कार्यं भवति किमर्थं भवति इति चेत् सुप्तिङन्तं पदम् इति तादृशसूत्रं यत् सुप्रत्ययं निमित्तीकृत्य पदसंज्ञा भवति सुप्रत्ययः यस्य अन्ते वर्तते तादृशस्य पदसंज्ञा भवति इति कृत्वा प्रत्ययत्वम् आश्रित्य पदसंज्ञा विधीयते इति कृत्वा तस्य तत्र प्रत्ययस्य असाधारणधर्मम् आश्रित्य प्रवर्तते इति कृत्वा तत्र प्रत्ययलोपे प्रतिलक्षणं तस्य सूत्रस्य कृते भवितुम् अर्हति इति कृत्वा तत्र पदसंज्ञा जायते चेत् अतः तत्र न लोपः प्रातिपदिकस्य न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य कार्यं प्रवर्तते पदसंज्ञा नास्ति चेत् न लोपः प्रातिपदिकान्तस्य इत्यस्य कार्यं न भवितुम् अर्हति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुबन्तम् इति मत्वा न लोपः प्रातिपदिकान्तस्य इत्यनेन पदान्ते तत्र कार्यं भवति अस्तु सम्यक् समीचीनं तर्हि अग्रे शुभदा भगिनी पठति वा आं भगिनि पठामि अन्यदृष्टान्तः अस्ति अनुदात्तमित आत्मनेपदम् इति सूत्रम् अनेन यत् आत्मनेपदत्वं विधीयते तस्य ङित्वं केवलं प्रत्ययनिमित्तिकङित्वं न अपि तु यत्किमपि ङित्वं प्रकृतेः ङित्वं प्रत्ययस्य ङित्वम् इत्यादिकम् अपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्वयुक्त आत्मनेपदत्वं नास्ति तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं नास्ति कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं ङित्वम् आत्मनेपदत्वस्य कारणम् प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं ङित्वम् आत्मनेपदत्वस्य कारणम् अस्य अर्थः स्पष्टीभवति उदाहरणस्य परिशीलनेन अत्र अन्यत् एकम् उदाहरणं दत्तमस्ति अनुदात्तङित आत्मनेपदम् इति एकं सूत्रम् अनेन सूत्रेण अनुदात् आत्मनेपदत्वस्य धातोः पदत्वस्य पदनिर्णयः भवति अनेन सूत्रेण धातुः परस्मैपदी वा आत्मनेपदी वा इति तर्हि धातुः आत्मनेपदी भवति यदा ङित्वं तत्र धातोः अन्ते ङित्वमस्ति इति मम अवगमनं ङित्वं तत्र तस्य ङित्वं न केवल तस्य ङित्वं प्रत्ययनिमित्तिकङित्वं न तत्र धातोः अन्ते ङित्वम् अस्ति वा नास्ति वा इत्यस्य विषयः अस्ति अतः तत्र प्रत्यय न भगिनी क्षम्यताम् अनुदात्तनित आत्मनेपदम् इत्यनेन अत्र कदा आत्मनेपदित्वं भवति पुनः वदतु धातोः यदा अन्ते ङकारः इत् अस्ति अथवा अनुदात्तस्वरः ङित् अस्ति तदा सः धातुः आत्मनेपदी धातुः भवति तदा तस्मात् धातोः आत्मनेपदी प्रत्ययाः भवन्ति क्षम्यतां धातुः न परन्तु तस्मात् धातोः अनन्तरं ये प्रत्ययाः भवन्ति ते आत्मनेपदिसंज्ञकप्रत्ययाः भवन्ति इत्युक्ते तत्र धातौ यः स्वरः अनुदात्तः इत्संज्ञकः अस्ति अथवा नकारस्य इत्संज्ञा भवति अस्तु इदानीं वदतु हा किञ्चित् विपरीतरीत्या उक्तवती क्षम्यतां तर्हि ङित्वं केवलं प्रत्यय तत्र ङित्वं नाम ङकारस्य इत्संज्ञा अथवा उदात्तस्वर अनुदात्तस्वरस्य तस्य अत्र विषयः नास्ति ङित्वं ङकारस्य इत्संज्ञा इति यत् अस्ति तत्तु धातोः अन्ते ङकारः अस्ति वा तस्य इत्संज्ञा भवति वा इति सर्वः विषयः अस्ति तत्र प्रत्यये ङित्वम् अस्ति वा नास्ति वा इत्यस्य विषयः एव नास्ति अतः प्रत्ययनिमित्त क्षम्यतां भगिनि अत्र एका वार्ता का इति चेत् अत्र सूत्रे अनुदात्तनित आत्मनेपदम् इति सूत्रे धातोः एव ङित्वं भवेत् इति न उक्तं तत्र ङित्वम् इति सामान्यतया वयं पश्यामः चेत् धातौ ङकारः अस्ति इति सामान्यतया तस्य व्यवहारः अस्ति धातौ इति परन्तु सूत्रे धातौ एव ङकारः भवेत् इति न उक्तं प्रत्यये अपि गकारः भवति भवितुमर्हति अप्रत्यये अपि ङकारः भवितुमर्हति सूत्रे तु न उक्तं सामान्यतया धातौ वयं पश्यामः ङकारः परन्तु सूत्रे तु तथा न उक्तम् अतः अत्र यदा यङन्तधातुः भवति यङन्तधातुः भवति तत्र यङन्तधातौ तत्र ङित्वम् अस्ति यङन्तधातौ अपि ङित्वं ङकारस्य इत्संज्ञा अस्ति परन्तु सः ङकारः प्रत्ययस्य भागः अस्ति प्रत्ययस्य भागः अस्ति इति कृत्वा धातोः भागः अपि जातः तर्हि इदानीं तत्र ङकारः इदानीं प्रत्ययस्य भागः अस्ति ङकारः परन्तु तत्र शीङ् इति धातुं वयं पश्यामः चेत् ङकारः तु धातोः भागः अस्ति तत्र सामान्यधातोः भागः अस्ति अतः अनुदात्तनितात्मनेपदम् इत्यत्र ङकारः प्रत्ययस्य नकारः वा अप्रत्ययस्य नकारः वा इति न उक्तम् अतः प्रत्ययस्य असाधारणधर्मम् आश्रित्य इदं सूत्रं प्रवर्तते इति वक्तुं शक्यते वा अनुदात्तनितात्मनेपदमिति सूत्रम् न वक्तुं शक्यते यतोहि सूत्रे केवलं नित् इति उक्तं नकारस्य इत्संज्ञा इति उक्तं कुत्र भवेत् इति न उक्तम् धातौ एव भवेत् अथवा कुत्र भवेत् इति न उक्तं प्रत्यये अपि भवितुमर्हति नकारः अप्रत्यये अपि भवितुमर्हति धातुः इति अप्रत्ययः अस्ति प्रत्ययः तु प्रत्ययः अस्ति प्रत्यये अपि यदा यङन्तधातौ प्रत्यये ङकारः वर्तते तदानीम् अपि सः धातुः तस्मात् धातुतः आत्मनेपदी प्रत्ययः विधीयते शीङ् इति धातौ साक्षात् धातौ एव ङकारः वर्तते तत्रापि आत्मनेपदीप्रत्ययः भवितुमर्हति यतोहि अनुदातनित आत्मनेपदम् इति सूत्रं प्रवर्तते तर्हि अनुदातनित आत्मनेपदम् इति सूत्रे मकारः कुत्र भवेत् प्रत्यये भवेत् वा अप्रत्यये भवेत् वा इति न उक्तम् अतः उभयत्र प्राप्यते एतादृशसन्दर्भेषु अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रतिलक्षणम् इति न प्रवर्तते भगिनी तत्र प्रत्ययस्य इति न उक्तं चेत् खल आं नित्प्रत्यय इति न उक्तं सूत्रे तु न उक्तम् अनुदातनितः आत्मनेपदम् इति तावदेव उक्तम् अनेन यत् आत्मनेपदत्वं विधीयते तस्य नित्वं केवलं प्रत्ययनिमित्तकनित्वं न अपि तु यत् किमपि नित्वं प्रकृतेः नित्वं प्रत्ययस्य नित्वम् इत्यादि किमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते अतः अत्र अनुदातनित आत्मनेपदम् इत्यत्र नित्वं प्रकृतेः नित्वम् इत्युक्ते धातोः नित्वं प्रत्ययस्य नित्वम् इत्युक्ते यङ् प्रत्ययस्य नित्वम् उभयत्र ग्रहणं भवति उभयत्र आत्मनेपदत्वम् आत्मनेपदीप्रत्ययः विधीयते इति कृत्वा इदं सूत्रं तु प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा नित्वप्रयुक्त आत्मनेपदत्वं नास्ति इत्युक्ते प्रत्ययस्य प्रत्ययत्वम् इति धर्मम् आश्रित्य नित्वं प्रयुक्तं वा इति चेत् न तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तिकं कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं नित्वम् आत्मनेपदत्वस्य कारणम् अस्य अर्थः स्पष्टीभवति उदाहरणेन तदेव मया इदानीम् उक्तं तर्हि प्रत्यये अप्रत्यये उभयत्र अपि नित्वमस्ति चेत् अनुदातनित आत्मनेपदम् इति सूत्रं प्रवर्तते तात्पर्यमिदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति, अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं नित्वम् आत्मनेपदत्वस्य कारणं, न तु प्रत्ययत्वम् इति अत्र कारणं नास्ति, अपि तु नित्वं यत्र कुत्रापि भवेत्, प्रत्यये भवेत् वा धातौ भवेत् वा कुत्रापि भवेत्, परन्तु नित्वं नित्वं नाम नित् इत्यस्य न इत्यस्य इत्संज्ञा इति, तर्हि तत् कारणं भवेत्, न तु प्रत्ययत्वम् इति धर्म तत्र कारणं निमित्तं भवति. अतः अस्तु अग्रे पठामि किञ्चित्. न न एकक्षण भगिनि, बहवः जनाः सन्ति अद्य, पुनः अवकाशः अस्ति चेत् अवश्यं पठतु. अस्तु अस्तु क्षम्यतां. तत्र विजया भगिनी अग्रे पठति वा? विजया भगिनी अस्ति वा? आम् आं महोदय, कृपया पठतु. यथा यङ् लुगन्तधातोः प्रसङ्गे यङ् प्रत्ययस्य लुक् विकल्पेन भवति, येन यङ् लुगन्तधातुः सिद्ध्यति. यङ् प्रत्ययस्य योजनेन इदानीं यङन्तधातुः ञित् जातः, तत्पश्चात् यङ् प्रत्ययस्य लुक् जातं, तर्हि यङ् लुगन्तधातुभ्यः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन ञित्वम् आश्रित्य अनुदात ञित आत्मनेपदम् इत्यनेन आत्मनेपदसञ्ज्ञकानां तिङ् प्रत्ययानां विधानं शक्यते वा इति प्रश्नः. इदानीं पूर्वस्मिन् पदच्छेदे अत्र अनुदात नित आत्मनेपदं कुत्र भवति इति, अत्र यत्र अनुदातः स्वरः अस्ति अनन्तरं नितः द्वयोः मध्ये लोपः भवति, तत् स्थाने एव आत्मनेपदं भवितुम् अर्हति इति दृष्टवन्तः. इदानीमत्र यङ् लुगन्तधातुः प्रसङ्गे अत्र यङ् प्रत्ययस्य लुक् विकल्पेन भवति, अनन्तरमेव यङ् लुगन्तधातुः सिद्ध्यति इति तत्र दत्तं. यङ् प्रत्ययस्य योजनेन अत्र योजनेन एव यङ् लुगन्तधातुः अत्र नितः जातः इति, नित् जातः, तत्पश्चात् यङ् प्रत्ययस्य लुक् जातं. प्रथमम् अत्र यङ् धातुः अस्ति चेत् अत्र नित् इति प्रत्ययम् आगत्य कार्यं करोति, तत्पश्चात् अनन्तरं यङ् प्रत्ययस्य लुक् जातम्. इदानीं यङ् लुगन्तधातुभ्यः प्रत्ययलोपे प्रत्ययलक्ष्यम् इत्यनेन नित्वम् आश्रित्य एव अत्र कार्यं भवति, अनन्तरम् अत्र अनुदातनित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञकानां तिङ् प्रत्ययानां विधानं शक्यते वा इति अत्र प्रश्नः. इदानीं यत्र नित् भवति अनन्तरम् अत्र यङ् प्रत्ययस्य लुक् जातम् अत्र, तत् स्थाने प्रत्ययलोपे प्रत्ययलक्षणम् इति नित्वम् आश्रित्य एव कार्यं भवति वा इति अत्र प्रश्नः उदेति. सम्यक् सम्यक् समीचीनम्. इत्युक्ते प्रथमतया यङ् प्रत्ययः विधीयते, यङ् प्रत्ययः नित् अस्ति इति कृत्वा यङ्गन्तधातुभ्यः तु आत्मनेपदी प्रत्ययः विधीयते, तत्र संशयः नास्ति, यतोहि यङ् प्रत्ययः नित् अस्ति, तत्र यङ् प्रत्ययं निमित्तीकृत्य नित्वं वर्तते इति कृत्वा अनुदातनित आत्मनेपदम् इत्यनेन नकारस्य इत्संज्ञा वर्तते इति कृत्वा यङ्गन्तधातुभ्यः आत्मनेपदी प्रत्ययः भवति, अतः पापट्यते इति रूपं लभ्यते, तत्र आत्मनेपदीरूपम् अस्ति पापट्यते इति. परन्तु वयं यङ् लुगन्तधातुं वयं पश्यामः चेत् तत्र रूपमस्ति पापट्टि इति रूपं, पापट्टि. तर्हि इदानीं धातुतः यङ् प्रत्ययः विधीयते, तत्पश्चात् यङ् प्रत्ययस्य लुक् भवति विकल्पेन. यदा यङ् प्रत्ययस्य लुक् भवति तदानीं यङ् लुगन्तधातुः इति वयं वदामः, यस्मिन् पक्षे यङ् प्रत्ययस्य लुक् न भवति तत्र यङ्गन्तधातुः इति वदामः, यत्र यङ् प्रत्ययस्य लुक् भवति तत्र यङ् लुगन्तधातुः. तर्हि इदानीं प्रश्नः अस्ति, यङ् लुगन्तधातोः विषये आत्मनेपदीप्रत्ययः विधीयते वा परस्मैपदीप्रत्ययः विधीयते वा इति प्रश्नः. यतोहि यङ्गन्तधातुः तु नित् अस्ति, अतः तादृशनित्वं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन साधयित्वा यङ् लुगन्धधातुतः अपि आत्मनेपथ्यः एव भवतु नाम इति प्रश्नः. किमर्थं तत्र आत्मनेपदिप्रत्ययः न दृश्यते, पापट्टि इत्यत्र तु परस्मैपदिप्रत्ययः दृश्यते. तर्हि यङ् लुगन्धधातोः विषये किमर्थं प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य कार्यं नास्ति? यङन्तदातो यः ङकारः अस्ति तं मत्वा प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन अत्रापि आत्मनेपदिप्रत्ययः भवतु नाम अनुदातनित आत्मनेपदम् इत्यनेन. तर्हि अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते अत्र प्रत्ययलोपे प्रतिलक्षणं भवति वा इति प्रश्नः. तर्हि अस्तु भगिनि, अग्रे पठतु. भगिनि क्षम्यतां, पृच्छामि वा भगिनि? पृच्छतु. श्रूयते किम्? आमां श्रूयते. इदानीम् अनुदात्तनित आत्मनेपदम् इत्यत्र उपदेश अवस्थायामेव धातौ नित्वम् अस्ति चेदेव आत्मनेपदिप्रत्ययः परे भवति इति स्यात् खलु? तर्हि अत्र समीचीनं. तत्र यङ् लुगन्धस्य विषये, यङ्गन्धस्य विषये, यङ् लुगन्धस्य विषये अत्र प्रकृतिग्रहणे यङ् लुगन्धस्यापि ग्रहणं, यत्र यत्र प्रकृतेः ग्रहणमस्ति तत्र यङ् लुगन्धस्यापि ग्रहणम् अस्ति इति कृत्वा अनुदत्तनित आत्मनेपदम् इति सूत्रं यङ् लुगन्धस्य प्रसङ्गे अपि प्रवर्तते, यङ्गन्तस्य अपि प्रसङ्गे प्रवर्तते. यद्यपि सूत्रे उपदेशे इति किमपि उक्तं तथापि तत् किं परिभाषा अस्ति वा? परिभाषा अस्ति. अस्तु, पुनरेकवारं वदति वा भगिनि? प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणम् इति परिभाषा, काचित् परिभाषा अस्ति. अस्तु अस्तु, धन्यवादः भगिनि. इति स्मरामि, परिभाषा इति स्मरामि. एकवारं पश्यतु, परिभाषा एव स्यात्. आं भगिनि, परिभाषा अस्ति, प्रकृतिग्रहणे यङ् लुगन्धस्यापि ग्रहणम् इति परिभाषा अस्ति. अस्तु अस्तु, समीचीनम्. अस्तु तर्हि इदानीं, अस्तु इदानीं तत्र किं समाधानमपि पठतु भगिनि. विजया भगिनि कुत्र गतवती? अस्तु तर्हि अत्रैव अस्मि, अत्रैव अस्मि महोदय. तर्हि पठतु, झटिति पठतु, झटिति पठतु. अत्र समाधानम् एवम् अस्ति. अनुदातनित आत्मनेपदम् इत्यनेन सूत्रेण यस्य धातोः अनुदातस्वरस्य ञकारस्य च इत्संज्ञा भवति सः धातुः आत्मनेपदी भवति. वयं जानीमः एव एतत्. अस्मिन् सूत्रे अनुदातेत् च नित् चेत् हेत् आभ्यां च इत्याभ्यां पदाभ्याम् अनुबन्धग्रह अनुबन्धग्रहणं भवति. यङ् लुगन्तप्रसङ्गे तु नित्वस्य चिन्तनं क्रियमाणम् अस्ति. अनुदातनित आत्मनेपदम् इति सूत्रस्य कार्यार्थं प्रत्ययस्य नित्वं धातोः नित्वं यत्किमपि नित्वं स्वीकर्तुं शक्यते. अस्य सूत्रस्य प्रवर्तनार्थं केवलं नित्वम् आवश्यकम्. तच्च नित्वं प्रत्यये अप्रत्यये उभयत्र भवितुम् अर्हति. अत्र वयं जानीमः अनुदातनित अनुदातस्वरः अस्ति चेत् नित् इति अस्ति चेत् अत्र लोपः भवति चेत् एव आत्मनेपदं भवितुम् अर्हति इति वयं जानीमः. इदानीम् अस्मिन् सूत्रे अनुदातेत् अनुदातः इत् च नित् चेत् च इत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति. आम्, यङ् लुगन्तप्रसङ्गे तु नित्वस्य चिन्तनं क्रियमाणम् अस्ति. यङ् इति अस्ति, अत्र अपि नित्वस्य चिन्तनं क्रियमाणमस्ति. अनुदातनित आत्मनेपदम् इति सूत्रस्य कार्यार्थं प्रत्ययस्य नित्वम् अनन्तरं धातोः नित्वं यत्किमपि नित्वं स्वीकर्तुं शक्यते. प्रत्ययस्य नित्वमपि अनन्तरम् अत्र नित् अस्ति चेत् एतदपि स्वीकर्तुं शक्यते. अस्य सूत्रस्य प्रवर्तनार्थं केवलं नित्वम् आवश्यकम्. अतः अनन्तरमेव अनुदातनित आत्मनेपदम् इति अत्र स्वीकर्तुं शक्यते. तच्च नित्वं प्रत्यये, नित्वं प्रत्यये अप्रत्यये उभयत्र भवितुम् अर्हति इति तत्र दत्तं महोदय. इतोपि वक्तुं भवती एव सम्यक् सम्यक्तया उक्तवती, सम्यक्तया उक्तवती इति कृत्वा अत्र तत्र किम् अनुदातनित आत्मनेपदम् इति सूत्रे नित्वं प्रत्यये एव भवतु, दातौ भवति, अन्यत्र भवति वा इति किमपि न उक्तं. यत्र कुत्रापि भवितुम् अर्हति. उपदेशे नित्वम् इति उक्तं, तर्हि नित्वं कुत्र भवेत् इति न उक्तम्. अतः यत्र कुत्रापि भवितुम् अर्हति, प्रत्ययस्य भागः अपि भवितुम् अर्हति. तर्हि अतः अत्र अत्र प्रत्यलोपे प्रतिलक्षणम् इति कर्तुं न शक्नुमः. अस्य अनुदातनित आत्मनेपदम् इति सूत्रस्य प्रवर्तनार्थं केवलं नित्वम् अपि अपेक्षितं. सः नित्वं प्रकृतौ अपि भवितुम् अर्हति, प्रत्यये अपि भवितुम् अर्हति, अथवा उभयत्र अपि भवितुम् अर्हति इति कृत्वा अत्र उदाहरणं वयं पश्यामः चेत् स्पष्टं भवति. तर्हि तत्र उषाभगिनी अग्रे पठतु. महोदय क्षम्यतां, पुनरपि पुनरपि अत्र पास्कोड् दातव्यं महोदय, अतः एव अत्र किञ्चित् समयः जातः. क्षम्यतां, किमर्थं पास्कोड् दातव्यम्? एतत् डार्क्नेस् आगच्छति, अनन्तरम् ऐ हाव् टु प्रेस् करणीयं. कोड् 1994 इति अत्र अस्ति, एतदपि दातव्यम्. अनन्तरमेव भवत्याः अत्र ध्वनिं कम्प्यूटर् मध्ये वा, कम्प्यूटर् मध्ये वा? न, दूरवाण्याम् एव महोदय. कम्प्यूटर् मध्ये भवत्याः करपत्रमस्ति. सेटिङ्ग्स् किमपि परिवर्तनीयं तावदेव. अत्र न जानामि महोदय, मम पुत्री एव सर्वं जानाति. अस्तु महोदय, किमपि किमपि परिवर्तनीयम्. अस्तु, तर्हि उषाभगिनी कृपया पठतु. अप्रत्यये धातौ णित्वं, शीङ् इति धातौ, धातोः णित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते. तदर्थं शेते इति रूपं सिध्यति लटि प्रथमपुरुष प्रथमपुरुष एकवचने. अस्तु, प्रत्यये णित्वं, पट् इति धातुतः यङ् प्रत्ययः विधीयते क्रियते चेत् तदा पापट्य इति यङ्गन्तधातुः सिद्ध्यति. अयं च यङ्गन्तधातुः णित् यङ् प्रत्ययस्य णित्वम् आश्रित्य. तर्हि प्रत्ययस्य णित्वं स्वीकृत्य पापट्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते. अतः एव पापट्यते इति रूपं सिद्ध्यति लटि प्रथमपुरुषस्य एकवचने. एवमेव ऋतेः ईयङ् इत्यनेन ऋति जुगुप्सायां कृपायाम् इति सौत्रधातुतः ईयङ् प्रत्ययः भवति. अयं धातुः धातुपाठे न लभ्यते. ऋतेः ईयङ् इति सूत्रे एव अयं धातुः पाठितः. अस्मिन् सूत्रे ईयङ् इति प्रत्यये नकारः आत्मनेपदार्थः इत्यतः ऋतीयते, ऋतीयेते, ऋतीयन्ते इत्यादीनि रूपाणि लभ्यन्ते लटि प्रथमपुरुषे. अस्तु, अनुदातङित आत्मनेपदम् इति सूत्रे आत्मनेपदत्वं प्रत्यये परे अपि अस्ति, अप्रत्यये परे अपि अस्ति इत्यस्य कृते उदाहरणं अत्र दीयते. अप्रत्यये परे धातोः कृते णित्वं विधीयते इति कृते शीङ् इति धातोः णित्वं स्वीकृत्य शीङ् धातुपाठे अस्ति, अत्र उपदेशे अस्ति शीङ् इति धातोः णित्वं स्वीकृत्य आत्मनेपदं विधीयते इत्यनेन शेते इति रूपं लभ्यते लटि. शीङ् आत्मनेपदत्वम् इत्यनेन शीङ् योगः ते इति कृते, शीङ् योगः शप्योगः ते इति कृते शेते इति रूपं लभ्यते. शिङ्गः गुणः. अपि च प्रत्यये अपि णित्वं विधीयते अनुदातङित आत्मनेपदम् इति सूत्रेण इति कृते उदाहरणं दत्तमस्ति. पट् इति धातुतः यङ् प्रत्ययः विधीयते. यङ् प्रत्ययरूपं यङ् प्रत्ययस्य रूपप्रक्रियायां यङ् इति यङ् प्रत्ययः पट् योगः यङ् इति स्थिते यङ् प्रत्ययस्य णित्वम् आश्रित्य आत्मनेपदत्वं विधीयते. अनुदात्तङित आत्मनेपदम् इति सूत्रेण अत्र पापठ्यते इति रूपं सिद्ध्यति प्रथमपुरुष एकवचनम्। अनन्तरम् एकं सूत्रे अस्ति ऋतेर् इयम् इति सूत्रम् अस्ति। ऋतेः ऋति इति धातुतः ऋति इति धातु जुगुप्सायां कृपायाम् इति अर्थम् अस्ति। ऋति इति धातोः कृते इयङ् इति प्रत्ययः भवति इति अत्र दत्तं, सूत्रे उक्तं। ऋति इति धातु धातुपाठे नास्ति, तथा एव सौत्रधातु इति वयं वदामः। ऋतेर् इयङ् इति सूत्रेण इयङ् इति प्रत्ययः विधीयते चेत् अत्र ऋति धातोः कृते इयङ् इत्यनेन ऋतीयते ऋतीयते ऋतीयन्ते इति लटि प्रथमपुरुष। इयङ् प्रत्यये ईका नकारः आत्मनेपदार्थः, इयङ् इति प्रत्ययः विधीयते चेत् एव आत्मनेपदत्वम् इति नास्ति वा? लटि ऋति धातुः अस्ति चेत् इयङ् विधीयते इति अर्थम्। ओके, ऋति इति खलु भगिनि? आमाम्, इत्युक्ते तत्र अत्र प्रथमतया तत्र भवती उक्तवती तत्र शीङ् इत्यत्र धातौ नकारः वर्तते, तत्रापि अनुदातनित आत्मनेपदम् इत्यनेन शेते इति रूपं लभ्यते। तत्र आत्मनेपदी प्रत्ययः विधीयते, शीङ् धातुतः ते इति प्रत्ययः विधीयते। किमर्थं विधीयते? यतोहि शीङ् इत्यत्र नकारस्य इत्संज्ञा वर्तते इति कृत्वा शेते इति रूपं लभ्यते। इदानीं प्रत्ययस्य भागः इदानीं ऋतेर् इयङ् इत्यत्र इयङ् इति प्रत्ययः वर्तते, प्रत्यये नकारः वर्तते, तर्हि ऋति इति धातुतः अथ किं ऋति धातुतः इयङ् इति आदेशः, ऋत् इति धातुतः इयङ् इति आदेशः भवति चेत् ऋतीय इति धातुः लभ्यते, ऋतीय इति लभ्यते। तर्हि ऋतीय इति यदा धातुः लभ्यते तदानीं ऋतीय इति धातुतः कीदृशप्रत्ययः भवेत्? परस्मैपदीप्रत्ययः भवेत् वा आत्मनेपदीप्रत्ययः भवेत् वा इति चेत् ऋतेर् इयङ् इत्यत्र इयङ् इत्यत्र प्रत्यये नकारः वर्तते इति कृत्वा तत्र धातुः नित् भवति, धातुः नित् भवति इति कृत्वा धातौ यत्र कुत्रापि नित् भवितुम् अर्हति, प्रत्ययस्य भागः अपि भवितुम् अर्हति। तर्हि ऋतीय इति धातुः नित् अस्ति इति कृत्वा तस्मात् आत्मनेपदीप्रत्ययः भवति। अत्र तु नित्वं प्रत्ययस्य भागः अस्ति, इयङ् इति प्रत्ययस्य भागः अस्ति, पूर्वं शीङ् इत्यत्र शीङ् इति धातोः भागः अस्ति इति कृत्वा अत्र अनुदातनित आत्मनेपदम् इत्यत्र यः यत् नित्वम् अस्ति तद् नित्वं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते, प्रत्यये भवतु अप्रत्यये भवतु उभयत्र भवितुम् अर्हति इति कृत्वा अस्य सूत्रस्य कृते अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्यते इति अत्र सारांशः। तर्हि अग्रिमपरिच्छेदे सरस्वती भगिनी पठति वा? आं भगिनि, क्षम्यतां भगिनि, अत्र सारः कः भगिनि इत्युक्ते ऋतीयते ऋतीयेते इत्यत्र ऋतीया इत्यत्र इयं प्रत्ययः अस्ति इति कारणात् अत्र आत्मनेपदीप्रत्ययः विधीयति वा? आम्, नो चेत् शेषात् कर्तरि इति परस्मैपदीप्रत्ययः एव स्यात्। यदि अनुदातनित आत्मनेपदम् इति अस्य कार्यम् इयङ् इति प्रत्ययस्य स्थले न भवति, यदि तत्र सूत्रमेवम् अस्ति इति चिन्तयतु, अनुदातनित आत्मनेपदम् इति सूत्रे नित्वं केवलं केवलम् अप्रत्यये अस्ति चेदेव भवति इति वदति चेत् तदानीम् इयङ् प्रत्यये नित्वम् अस्ति इति कृत्वा तत्र आत्मनेपदीप्रत्ययः न स्यात्, तदानीं ऋतीयति इति स्यात् रूपं, परन्तु तथा नास्ति। प्रत्ययस्य भागः अस्ति चेदपि अनुदातनित आत्मनेपदं कार्यं करोति खलु, इति कृत्वा तत्र आत्मनेपदीप्रत्ययः विहितः इति कृत्वा इति किम् आगमः नास्ति खलु? प्रत्ययः, प्रत्ययः तृतीय अध्याये अस्ति खलु प्रत्ययः? अस्तु, तर्हि कथम् आगमः भवितुम् अर्हति? आगमः इति कथं चिन्तितवती? न, तर्हि वा धातुः भागः भवति चेत् धातुत्वं तस्मिन्नेव भवति इति किमपि अवसरः अस्ति वा इति चिन्तितवती तावदेव। धातोः भागम् अस्ति चेत् धातु तु अस्ति एव, परन्तु प्रत्ययस्य भागः अस्ति इति कृत्वा धातोः भागः जातः खलु. साक्षात् इदानीं चेत् तस्यैव अवयवः भवति खलु तादृश आगमः. आगमः इति कथं ज्ञातुं शक्नुमः अत्र? आगमस्य सङ्केतः नास्ति खलु? नास्ति नास्ति. आगमस्य सङ्केतः नास्ति अत्र. आगमः इति चिन्तयितुमेव न शक्यते. नास्ति नास्ति केवलम् अन्यत् एतत् अस्ति इदानीं तस्प्रत्ययः एतादृश सार्वधातुकम् अपित् अपि ङित्वं ङिद्वत् अस्ति इति पठितवन्तः खलु, किन्तु तस्य ग्रहणम् अत्र न स्यात् इति चिन्तयामि. न अत्र ङित्वम् इत्युक्ते तत्र नकारस्य इत्संज्ञा भवेत्, अत्र तत्र तु ङित्वं नकारस्य इत्संज्ञा अस्ति इति नास्ति खलु, अध्यारोपः एव अस्ति खलु तत्र. अध्यारोपः एव अस्ति. अत्र तु नकारस्य इत्संज्ञा भवेत् इति अस्ति. अनुदात्तनितात्मनेपदम् इत्यत्र नकारस्य इत्संज्ञा भवेत् इति वार्ता खलु. आम् साक्षात् अस्ति, तत्र तु ङित्वत् इति वक्तव्यं, तत्तु भिन्नम्. अस्तु सरस्वती भगिनी कृपया. अपि च भवत्याः अन्यः प्रश्नः अस्ति तत्र, किमपि आसीत् खलु कः प्रश्नः? तत्र न लोपः प्रातिपदिकान्तस्य इत्यत्र राजा राजन् इत्यस्य पदसंज्ञा प्रातिपदिकसंज्ञा उभयमपि अस्ति खलु? आम् अस्ति एव. राजन् इति सुलोपानन्तरं राजन् इत्यस्य पदसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति, द्वयमपि अस्ति इति कृत्वा एव न लोपः प्रातिपदिकान्तस्य इत्यस्य कार्यं भवति. किन्तु न लोपः प्रातिपदिकान्तस्य इत्यस्य प्रवर्तनार्थं पदसंज्ञा अपि आवश्यकं वा? आमाम् आवश्यकम्. पदसंज्ञा अपि अस्ति, पदसंज्ञा इत्यस्य अधिकारी अस्ति इति मन्ये. अस्तु सरस्वती भगिनी कृपया पठतु. आं भगिनि. यङ् लुगन्तधातुभ्यः प्रत्ययलक्षणेन आत्मनेपदित्वं न गृहीतम् इति दृश्यते, किमर्थं चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययं निमित्तीकृत्य कार्यं विधीयमानम् अस्ति. यथा पट् इति धातुतः यङ् प्रत्ययः विधीयते चेत् पट् योग यङ् इति भवति. यदा यङ् प्रत्ययस्य विकल्पेन लुक् भवति तदा पापट् इति यङ् लुगन्तधातुः निष्पद्यते. द्वित्वानन्तरं पापट् इति धातौ यङ् प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातं. तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पापट् इति धातौ यङ् प्रत्ययस्य लक्षणं कृत्वा धातुः नित् इति मत्वा अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञकानां तिङ्प्रत्ययानां विधानं न शक्यते, यतोहि नित्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति यथा शीङ् धातौ इति कृत्वा यङ् लुगन्त तावत् भगिनि तावत् आम् तावत् आम्. तर्हि अत्र पुनः इतोपि एकम् उदाहरणं स्वीकृत्य अत्र प्रतिपादनं दत्तमस्ति पट् धातोः विषये. तर्हि पट् धातोः यङ् लुगन्तविषये यङ् लुगन्तविषये दत्तमस्ति. तर्हि यङ् लुगन्तधातुतः आत्मने प्रत्ययलक्षणेन आत्मनेपदित्वं स्वीकर्तुं न शक्नुमः, यतोहि तत्र प्रत्ययलोपे प्रत्ययलक्षणं तत् कार्यं तत्रैव भवति यत्र प्रत्ययं प्रत्ययत्वं स्वीकृत्य तस्य विधानमस्ति. पट् धातुतः यदि वयं यङ् प्रत्ययं वयं योजयामः तदा यङ् प्रत्ययस्य विकल्पेन लुक् भवति. यदा लुक् भवति तदा यङ् लुगन्तधातु पापट् इति निष्पद्यते, द्वित्वं भवति तदनन्तरं पापट् इति निष्पद्यते. तदा पापट् इति अत्र यङ् प्रत्ययस्य यङ् लुक् अभवत्, अतः अत्र लुक् अस्ति तर्हि नित् अस्ति. परन्तु प्रत्ययरूपे प्रत्ययलक्षणम् इत्यनेन पापट् इति यङ् प्रत्ययस्य धातु नित् इति मत्वा वयम् अनुदात्तनितात्मनेपदम् अनेन सूत्रेण इति अनेन सूत्रेण आत्मनपदसंज्ञां संज्ञा अस्य कृते दातुं न स्वीकर्तुं शक्नुमः यतोहि पुनः नित्वम् अत्र प्रत्ययधर्मः केवलं नास्ति यथा वयं पूर्वं वयं दृष्टवन्तः तथा शीङ् धातौ अपि नित्वं कृत्वा नित् अस्ति धातौ नित् अस्ति अतः एव तत्र तद् आत्मनेपदम् आत्मनेपदसंज्ञा अभवत् अनुदात्तनित आत्मनेपदम् अनेन सूत्रेण तर्हि केवलं प्रत्ययधर्मेण न भवति अतः प्रत्ययलोपे प्रत्ययलक्षणं सूत्रस्य सूत्रं मत्वा आत्मनपदसंज्ञा वयं कर्तुं न शक्नुमः पापट् अस्य कृते सम्यक् वा भगिनी सम्यक् सम्यक् समीचीनं समीचीनं तर्हि अत्र पट् धातुतः यङ् प्रत्ययः विधीयते तदानीं पापट्य इति धातुः लभ्यते पापट्य इति यङन्तधातुः अस्ति यङन्तधातुः नित् अस्ति इति कृत्वा तत्र तु आत्मनेपदीप्रत्ययः विधीयते परन्तु तत्र विकल्पेन यङ् प्रत्ययस्य लोपः भवति तर्हि यस्मिन् पक्षे यङ् प्रत्ययस्य लोपः भवति तदानीं यङ् लुगन्तधातुः लभ्यते पापट् इति यङ् लुगन्तधातुः लभ्यते तर्हि यङ् लुगन्तधातोः विषये अनुदातनित आत्मनेपदम् इत्यस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यङ् प्रत्ययस्य यः नित्वम् अस्ति तस्य अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन आनेतुं शक्नुमः वा पापट् इति यङ् लुगन्तधातोः विषये येन तत्र आत्मनेपदीप्रत्ययः भवितुम् अर्हति वा इति प्रश्नः तदानीमत्र अस्माभिः किम् उक्तम् इति चेत् तथा कर्तुं न शक्नुमः अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं न प्रवर्तते किमर्थं चेत् अनुदातनित आत्मनेपदम् इत्यत्र नित्वं केवलं प्रत्ययं निमित्तीकृत्य नास्ति प्रत्यये अप्रत्यये उभयत्र नित्वम् अस्ति चेत् अपि आत्मनेपदित्वं भवति केवलं प्रत्ययधर्मम् आश्रित्य न प्रवर्तते अपरेषु स्थलेषु अपि प्रवर्तते कुत्र प्रवर्तते यथा शीङ् धातौ तत्र प्रत्ययस्य विषयः एव नास्ति धातौ नकारः अस्ति चेदपि आत्मनेपदीप्रत्ययः भवति अप्रत्यये अपि भवति प्रत्यये अपि भवति इति कृत्वा यङ्लुगन्तप्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुं न शक्नुमः इत्यत्र वार्ता अग्रे तत्र किं मीना भगिनी पठति वा इति कृत्वा इति कृत्वा यङ् लुगन्तप्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण यङ् प्रत्ययस्य लक्षणम् अस्ति इति मत्वा अनुदात्तङ्गत आत्मनेपदम् इति सूत्रस्य कार्यं न शक्यते यतोहि अनुदात्तङ्गत आत्मनेपदम् इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते प्रत्ययस्य असाधारणधर्म केवलं केवलं प्रत्यये भवति तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति किन्तु यः धर्मः साधारणः स प्रत्यये अपि भवति अप्रत्यये अपि भवति तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति तात्पर्यं यत् अनुदात्तङ्गते आत्मनेपदम् इति सूत्रस्य कार्यार्थं यत्किमपि नित्वं स्वीकर्तुं शक्यते प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते अत्र परन्तु भगिनी मम प्रश्नः अस्ति तत्र किमर्थम् अनुदात्तङ्गते आत्मनेपदम् इति सूत्रम् उदाहरणं दत्तं अनुदात्तङ्गित आत्मनेपदम् इति प्रत्ययङित् अस्ति वा अप्रत्ययङित् अङित् अस्ति वा तत्र ङित्वं भवति परन्तु प्रत्ययस्य प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति एक प्रत्ययनिमित्तीकृत्य एव तत्र कार्यं करोति तत्र तत्र किमर्थं तत् तादृश उदाहरणं दत्तमिति न जानामि. न न अत्र पश्यतु पापट् पापट् इति उदाहरणमस्ति खलु. पापट्य इति यङन्तधातुः, यङन्तधातौ तत्र प्रत्यये यङ् प्रत्यये ङकारः अस्ति. इदानीं पापट्य इति नूतनधातुः तत्र प्रत्ययस्य भागे नित्वम् अस्ति इति कृत्वा तस्मात् धातुतः यङ् तस्मात् धातुतः आत्मनेपदी प्रत्ययः विधीयते इति कृत्वा पापट्यते इति रूपं लभ्यते. क्लेशः नास्ति तत्र यङ्गन्तप्रसङ्गे. इदानीं यङ् लुगन्तधातोः विषये पश्यामः. पापट्य इत्यत्र य इति प्रत्ययस्य यङ् प्रत्ययस्य लोपः भवति, तदानीं पापट् इति धातुः लभ्यते. तदानीं तत्र यङ् प्रत्ययः अस्ति इति मत्वा यङ् लुगन्तधातुतः अपि आत्मनेप्रत्ययः भवतु खलु. प्रत्ययलोपे प्रत्ययलक्षणम् इति आत्मनेपदीप्रत्ययः भवतु नाम तत्रापि, यतोहि यङ् प्रत्ययः तत्रापि अस्ति खलु. पापट्य इत्यत्र यङ् प्रत्ययस्य लुप् जातः, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यङ् प्रत्ययः अस्ति इति मत्वा तत्रापि आत्मनेप्रत्ययः भवतु. पापट्य पापट्टे इति किमपि तथा भवतु नाम, किमर्थं तत्र परस्मैपदीप्रत्ययः एव विधीयते इति चेत् तत्र वक्तव्यं पापट् इति यः यङ् लुगन्तधातुः अस्ति तत्र केन सूत्रेण आत्मनेपदीप्रत्ययः विधीयते इति चेत् अनुदात्तनित आत्मनेपदम् इति सूत्रेण एव आत्मनेपदीप्रत्ययः विधीयते. तर्हि तत्सूत्रम् अत्र प्रवर्तते वा इति चेत् तत्सूत्रस्य प्रवर्तनार्थं प्रत्यलोपे प्रतिलक्षणम् इति स्वीकर्तव्यं. प्रत्यलोपे प्रतिलक्षणम् इति स्वीक्रियते चेत् तदानीं पापट् इति नित् भवति, यतोहि तत्र यङ् प्रत्ययः तत्रापि अस्ति इति मत्वा नित् भवति इति कृत्वा आत्मनेपदीप्रत्ययः भवितुमर्हति. परन्तु तदेव अत्र प्रश्नः अस्ति, अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्यलोपे प्रतिलक्षणं भवति वा इति प्रश्ने सति तत्र वयं किं वदामः इति चेत्, अनुदातनित आत्मनेपदम् इति सूत्रे नित्वं किम् उक्तं, प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्र एव भवति यत्र प्रत्ययस्य प्रत्ययं निमित्तीकृत्य कार्यं भवति, तत्र एव प्रत्ययलोपे प्रत्ययलक्षणं. तर्हि अनुदातनित आत्मनेपदम् इति तथा अस्ति वा, येन वयं प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुं शक्नुमः, येन यङ् प्रत्ययस्य नित्वं यङ् लुगन्तधातौ अपि अस्ति इति मत्वा आत्मनेपदी प्रत्ययः तत्रापि भवितुम् अर्हति वा इति चेत्, अनुदातनित आत्मनेपदम् इति सूत्रं केवलं प्रत्ययं निमित्तीकृत्य न प्रवर्तते. प्रत्ययः भवतु अप्रत्ययः भवतु उभयत्र कार्यं करोति इति कृत्वा अनुदातनित आत्मनेपदम् इति सूत्रस्य विषये प्रत्ययलोपे प्रतिलक्षणं न भवति इति अर्थः. तदर्थम् इदम् उदाहरणं दत्तम्. अवगतं वा अथवा अवगतम् इति बाध्य अवगतं भगिनि खलु. इति कृत्वा यन् लुगन्तप्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण यन् प्रत्ययस्य लक्षणम् अस्ति इति मत्वा अनुदातगित आत्मनेपदम् इति सूत्रस्य कार्यं न शक्यते, यतोहि अनुदातगित आत्मनेपदम् इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते. तत्र आत्मनेप असाधारण आश्रित्य न प्रवर्तते. तत्र केवलं तत्र प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते अनुदात्तं आत्मनेपदम् इति सूत्रं. यङ् प्रत्ययस्य लक्षणम् अस्ति इति मत्वा यङ् इदानीं लोपः भवति, यङ् प्रत्ययस्य लोपो भवति, तस्य लक्षणम् अस्ति इति मत्वा अनुदात्तगित आत्मनेपदम् इति कार्यं भवति वा तत्र कार्यं न शक्यते इति किमर्थम् इति चेत् तत्र असाधारण प्रत्ययं निमित्तीकृत्य असाधारणधर्मम् आश्रित्य कार्यम् एव करोति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम्. अत्र प्रत्ययस्य असाधारणम् आश्रित्य न प्रवर्तते. तत्र तस्मात् तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः स प्रत्यय अपि भवति अप्रत्यय. तत्र अनुदातगित आत्मनेपदम् इति सूत्रं यत्र प्रत्ययं वा अप्रत्ययं वा अपि तस्य कार्यं कर्तुं शक्यं. तादृशं न भवति प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रे. तत्र असाधारणधर्मम् आश्रित्य एव कार्यं कर्तुं शक्यं. तात्पर्यं यत् अनुदात्तकृतात्मनेपदे सूत्रस्य कार्यार्थं यत्किमपि ङित् स्वीकर्तुं क्षेते, प्रत्ययस्य ङित्वम् अस्ति वा अप्रत्ययस्य ङित्वम् अस्ति वा, अपि च आत्मनेपदं भवितुं शक्यम्. तस्मात् प्रत्ययलोपे प्रत्ययलक्षणम् इति तत् यत्रापि कुत्रापि अनुदात्तः तस्मिन्नेव मम मस्तके अस्ति. अनुदा कुत्रापि अनुदात्तयत् आत्मनेपदं कार्यं करोति तत्र प्रत्ययस्य लोपे प्रत्ययलक्षणं भवितुं न शक्यं किल. यत्र कुत्रापि भवतु नाम अनुदात्तनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य एव तत्सूत्रं प्रवर्तनीयं चेत् तथा न प्रवर्तयितुं शक्नुमः. तथा न भवितुं शक्नुमः. अस्तु, समीचीनं. तर्हि अत्र अस्माकं स्पष्टीकरणार्थम् अथवा इतोपि दृढीकरणार्थं शोभाभगिनी एकवारं वदति वा अस्मिन् परिच्छेदे किम् अस्ति इति सारांशरूपेण. आं भगिनि, इत्युक्ते अत्र अग्रे पठित्वा वदनीयं वा भगिनि अथवा एतावता? न, अस्मिन् परिच्छेदे यत् पठितं तस्य विषये पुनः एक अस्माकं दृढीकरणार्थम् एकवारं सारांशरूपेण वदतु अत्र किम् अस्ति इति. अस्तु, प्रश्नं करोमि भगिनि. इत्युक्ते तत्र इदानीम् अनुदात्तनित आत्मनेपदम् इति सूत्रस्य प्रसक्तिः किं तत्र एकवारं एकक्षणं भगिनि. तत्र तात्पर्यम् अस्ति अनुदात्तनित आत्मनेपदम् इति सूत्रस्य कार्यार्थं यत्किमपि णित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते. तत्र इदानीं पर्यन्तं दृष्टवन्तः तत्र अनुदात्तनित आत्मनेपदम् इति सूत्रस्य निमित्तमस्ति यत् किमपि णित् नित् इत्यस्य तत्र नकारस्य इत् भवति, तत्र अनुदात्त णित आत्मनेपदं भवति इति सूत्रस्य आशयः अस्ति. अनुदात्त णितः धातोः आत्मनेपदम् इति अस्ति सूत्रे, किन्तु तत्र इदानीं पर्यन्तं दृष्टवन्तः यथा तत्र अप्रत्यय अपि भवति णित्वं, यथा शीङ् इति धातोः तत्र प्रत्ययः नास्ति, शिङ् इति धातोः एव भागः अस्ति, नकारः यस्य इत् भवति. अपि च प्रत्यये णित्वं यदा भवति तत्र पट् धातुं स्वीकृत्य तस्य यङ् प्रत्ययस्य योजनं कुर्मः तदा अपि णित् तत्रापि भवति. तत्र ऋतेरियङ् इत्यनेन इयङ् इति प्रत्ययः आगच्छति, अपि च तस्य इयङ् इत्यस्य नकारः नकारस्य इत् भवति, तर्हि तत्रापि आत्मने तदपि आत्मनेपदार्थः आत्मनेपदस्य कृते अस्ति इति कृत्वा तत्र आत्मनेपदं भवति. अपि च शीङ् इत्यत्र अप्रत्यये अपि प्रत्ययस्य प्रसङ्गः एव नास्ति, तत्र धातोः एव नकारस्य इत् भवति, तत्रापि आत्मनेपदत्वं भवति. अतः तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य प्रसक्तिः न भवति, यतोहि पूर्वं पठितं प्रत्ययलोपे प्रत्ययलक्षणं लक्षणम् इति अस्ति तत्र पदम्. असाधारणं गुणं भवेत् यत्र, तत्र एव तादृशं पदं स्वीकृत्य उच्यमानः अस्ति तत्र. इत्युक्ते प्रत्ययत्वं भवेत्, प्रत्यये यत् लक्षणम् अस्ति, यत् असाधारणं गुणम् अस्ति, गुणधर्मः अस्ति, तत् अन्यत्र न भवति, यथा तत्र वर्णे वा पदे वा तेषामपि लक्षणम् अस्ति, येन तेषां नामकरणम् अपि भवति. तर्हि तत्र प्रत्ययत्वे एव इति स्वीकर्तव्यं तत्र. अतः अनुदात्तनित आत्मनेपदम् इति सूत्रं तं नियमम् आश्रित्य कार्यं न करोति. यत्र कुत्रापि णकारस्य इत् भवति तत्र आत्मनेपदत्वं दीयते एतेन सूत्रेण इति अतः तत्र अन्ते दत्तं यत्किमपि नित्वं स्वीकर्तुं शक्यते इति. अतः तत्र विषयः सारांशरूपेण अस्माकं विषयं किम् आसीत् इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य कार्यक्षेत्रं किम् इति तदेव एतावता दृष्टवन्तः. किं तत्र भिन्नानि उदाहरणानि स्वीकृत्य अपि च अन्ततो गत्वा इदानीं ज्ञातं यत् प्रत्ययत्वं भवति चेदेव अस्मिन् प्रसङ्गे, यतोहि तत्र लक्षणम् अस्ति अस्मिन् सूत्रे तस्य इति, तत्र एव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं भवति, न तु केवलं तत्र एकमेव अंशं स्वीकृत्य न कर्तुं शक्नुमः इति, यथा तत्र नित्वम् इति स्वीकृत्य यङ्लुगन्तधातोः प्रसङ्गे अथवा यस्य अन्ते नित् अस्ति तस्य प्रसङ्गे इति सर्वं दृष्टवन्तः. तत्र अन्यत् किमपि वक्तव्यम् अस्ति वा भगिनि? न न, सम्यक्, बहु सम्यक्, समीचीनं. इति कृत्वा यङ्लुगन्तप्रसङ्गे आत्मनेपदीप्रत्ययः न भवति, प्रत्ययलोपे प्रत्यलक्षणम् इति स्वीकर्तुं न शक्यते अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते. इति कृत्वा यङ्लुगन्तप्रसङ्गे तु प्रत्ययलोपे प्रत्यलक्षणं न भवति इति कृत्वा तत्र आत्मनेपदीप्रत्ययः न भवति, परस्मैपदीप्रत्ययः एव भवति इति कृत्वा पापट्टि इति रूपं लभ्यते. समीचीनं समीचीनं, भवती समय सर्वम् उक्तवती, केवलं पूर्णार्थं तद्वाक्यमपि मया योजितं, तावदेव. सम्यक् अस्ति, समीचीनम्. अस्तु, धन्यवादः. तर्हि अत्र स्थगनं कुर्मः. धन्यवादः, नमस्कारः. आम्, क्षम्यतां भगिनि, कश्चन झटिति प्रश्नः. प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रत्ययस्य लोपे सति एव प्रत्ययलक्षणं भवति खलु? अत्र तु यङ् प्रत्ययस्य लुक् जातः खलु, तर्हि अस्य प्रसक्तिः अस्ति वा इति प्रश्नः. प्रत्ययस्य लोपः लुक् इति विशेषलोपः खलु, विशेषलोपः, तत्रापि प्रत्ययलोपे प्रतिलक्षणं भवति. लुक् इत्यस्य इत्युक्ते प्रत्ययलोपे प्रतिलक्षणम् इति प्रथममस्ति. तत्र किम् अस्ति, प्रत्ययस्य श्लू लुक् लुपः इति अस्ति, अदर्शनं लोपः. प्रत्ययस्य श्लू लुक् लुपः इत्यपि अदर्शनमेव खलु, विशेष अदर्शनम्. अदर्शनमेव अस्ति, विशेष अदर्शनमस्ति. तर्हि लुमिताङ्गस्य अस्य प्रसक्तिः नास्ति वा अत्र? न लुमताङ्गस्य इति तु अङ्गकार्यस्य विषये एव अस्ति, तत्तु प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य विषये नास्ति. नालुमताङ्गस्य इत्यत्र यत्र प्रत्ययः लुमान् लु इति शब्देन लुप्तः अस्ति, तत्र तु प्रत्यलक्षणं प्रत्ययलोपे प्रतिलक्षणं न भवति इति उक्तं, न भवति इति उक्तं. तत्र न भवति इत्युक्ते किं, तत्र अङ्गकार्यस्य कृते न भवति अङ्गकार्यम्. अत्र तु अङ्गकार्यस्य विषयः नास्ति. अस्तु, किञ्चित् चिन्तनं करोतु, तस्मिन् विषये पुनः अग्रिमसप्ताहे वयं चर्चिष्यामः. अस्तु भगिनि, धन्यवादः. धन्यवादः, नमस्कारः. इदानीं समयः अपि अतीतः, किञ्चित् चिन्तनं कुर्मः तस्मिन् विषये. अस्तु, नमस्कारः, धन्यवादः. धन्यवादः, धन्यवादः.